अस्तु, नमस्कारः. नमस्कारः. तर्हि अस्माकं पुस्तकमस्ति विभक्तिवल्लरी. इदानीं पुस्तकं समाप्यमानमस्ति. तत्र अन्तिमाध्यायः अस्ति मिश्रिताभ्यासः. मिश्रिताभ्यासः तस्य आरम्भः जातः गते सप्ताहे. इदानीम् इतः अग्रे गच्छेम. तत्र द्वितीयभागः अस्ति. लक्ष्मी भगिनी कृपया पठतु. युक्तं रूपं चित्वा रिक्ते स्थले लिखिता. लता अद्य विद्यालयं गतवती. सत्यं. किमर्थं विद्यालयं गतवती? तत्र भवती यथा सामान्यं भवती पठितुं शक्नोति. नाम कार्यालयः, विद्यालयं, देवालये. कार्यालयः प्रथमाविभक्तिरूपं, विद्यालयं द्वितीयाविभक्ति, देवालये सप्तमी रूपम्. अत्र लता अद्य कुत्र गतवती? विद्यालयं गतवती. किमर्थम्? सत्यमेव. किमर्थम्? द्वितीयाविभक्तिरूपम् अत्र पूरणीयम्. किमर्थम् इति प्रश्नः. नाम अत्र विभक्तिवल्ल्याम् अत्र अस्माकं चिन्तनमस्ति यत् या कापि विभक्तिः अस्ति तस्य कारणमस्ति खलु. अद्यतनमेलने वयं कर्मपदं लेखनीयम्. किमर्थम्? अहं प्रश्नं पृच्छामि चेत् लता अद्य कुत्र गतवती? विद्यालयं गतवती. इति सत्यम्. इति सत्यमस्ति. इदानीं प्रश्नः भवति यत् गतवती, तत्र गम् धातोः गतवती अस्ति. इदानीं तत्र द्वितीयविभक्त्यन्तं पदं किमर्थम्? कर्मपदम् अत्र किमर्थम्? सामान्यतया अन्यासु भाषासु तथा न भवति. तथा न भवति इति सामान्यस्थितिः अस्ति. अत्र अस्ति. अत्र लता कर्तृपदं, गतवती क्रियापदम्, कर्मपदम् आवश्यकमस्ति. विद्यालयं कर्मपदम्. कर्मपदम्. इदानीं प्रश्नः उदेति यत् कर्मपदं किमर्थम्? नाम सामान्यरूपेण यदि वदामः यत् अहम् अत्र लेखनी अस्ति, अहं लेखनीं स्वीकरोमि. अत्र न कोऽपि पृच्छति, न कस्यापि शङ्का यत् लेखनी इत्यस्य कर्मपदत्वम् अस्ति. कर्मपदत्वम् अस्ति. लेखनीं स्वीकरोमि, अत्र कर्मपदत्वम् अस्ति. अत्र क्रियायाः फलं कर्मपदे अस्ति. किन्तु अत्र किमर्थम् इति चेत् यत्र सकर्मकः गत्यार्थकः धातुः अस्ति तत्र पाणिना उक्तं यत् तत्र कर्मपदं भवेत् इति अस्ति. इति वैशिष्ट्यमस्ति संस्कृतभाषायां. नाम सकर्मकः धातुः अस्ति गम्, सकर्मकः अपि च गत्यार्थकः, तत्र कर्मपदं भवेत् इति वैशिष्ट्यमस्ति. अस्माकम् अवगमनं भवेत्. नाम धावति, धाव् धातुः धावति. कुत्र धावति? धावति अपि सकर्मकधातुः इति नास्ति. अकर्मकधातुः अस्ति, अतः तत्र कर्मपदं न भवति. अत्र यथा भ्रमति अपि तथा, चलति अपि तथा, किन्तु गच्छति तत्र गच्छति गम् धातुः सकर्मकधातुः अस्ति. गच्छति सकर्मकधातुः, भ्रमति, अटति इति नास्ति, धावति इति नास्ति, तथा अकर्मकधातुः. तर्हि इदानीं विद्यालयं गतवती इति वैशिष्ट्यमस्ति. अस्माकम् अवगमनं भवेत्. नो चेत् भवती यदा भवती पाठयिष्यति द्रक्ष्यति यत् येषां ज्ञानमस्ति आधुनिकभारतीयभाषायाः तेषां ब्रह्म भवति सप्तमी विभक्तौ कुत्र तत्र कुत्र यत्र कुत्र प्रश्नः अस्ति तत्र सामान्यतया उत्तरमस्ति सप्तमी न तु द्वितीया. अतः अत्र प्रश्नः कः लता अद्य गतवती इति तत्र विद्यालयम् इत्यस्य स्थाने प्रश्नः कः प्रश्नवाचकशब्दः कः कुत्र इति न भवति चेत् कुतः अत्र द्वितीया विभक्त्यन्तं प्रश्नवाचकपदं किम् तर्हि अत्र प्रश्नः कः लता अद्य कं गतवती अस्तु द्वितीयं महिला लेखन्यः अङ्कनीः स्यूताः आनयति महिला अङ्कनीः आनयति सत्यम् अङ्कनीः द्वितीया स्त्रीलिङ्गं बहुवचनरूपं सत्यं लेखनी इत्यस्य लेखन्यः केवलं प्रथमा बहुवचनरूपं सत्यं स्यूतः स्यूताः प्रथमा पुंलिङ्ग बहुवचनरूपं समीचीनम् अस्तु महोदय अस्माकं शालायां परितः क्रीडाङ्गणम् अस्ति अस्माकं शालां परितः क्रीडाङ्गणम् अस्ति सत्यं द्वितीयविभक्तिः द्वितीयविभक्ति अस्तु भगिनि ओके अध्यापकम् अध्यापकस्य अध्यापकात् उभयतः छात्राः सन्ति अध्यापकम् उभयतः छात्राः सन्ति अस्तु महोदय अध्यापकम् उभयतः द्वितीया याचकः धनिकाय धनिकात् धनिकं धनं प्रार्थ्यते धनिकात् याचकः धनिकात् धनं प्रार्थ्यते समीचीनम् अस्तु महोदय एषा भगिनीं भगिन्या भगिन्याः सह विपणिं गतवती पुनः एषा भगिन्या सह विपणिं गतवती सः अतः तृतीय अस्ति अस्तु अग्रे सः घटिः घटीं घट्यै विना कार्यालयं गतवान् सः घट्यै घट्यै इति सिका विभक्तिः तृतीय बहुवचनं यथा ओके ऐ गाट् इट् सः घटीं विना कार्यालयं गतवान् विना शब्दं द्वितीयाविभक्तिमपि अस्ति द्वितीया अथवा तृतीया अथवा पञ्चमी अत्र घटीं विना तर्हि गत्यै चतुर्थी अस्ति लतायै नद्यै नदी नद्यै गतिः घटिः गत्यै अनन्तः लेखनीया लेखनीतः लेखन्या पत्रं लिखति अनन्तः लेखन्या पत्रं लिखति राधा सख्यै अग्रजेन अनुजं पत्रं लिखति राधा सख्यै पत्रं लिखति अत्र का विभक्तिः सख्यै चतुर्थी विभक्तिः अग्रजेन तृतीया अनुजं द्वितीया तर्हि अत्र चतुर्थी विभक्तिः स्यात् इति सत्यम् अस्तु भगिनि लक्ष्मी भगिनि एतानि पुस्तकानि बालिकान् बालिकाभ्यः बालिकेभ्यः ददातु एतानि पुस्तकानि बालिकाभ्यः ददातु बालिकाभ्यः बालिकाभ्यः ददातु का विभक्तिः चतुर्थी स्त्रीलिङ्ग बहुवचनं महोदय अत्र आगच्छतु सुब्रह्मण्य महोदय अत्र आगच्छतु देव्यै देवीं देवायै नमः इति भक्ताः वदन्ति देव्यै नमः इति भक्ताः वदन्ति विभक्तिः चतुर्थी बहुवचन समीचीनं नमः यत्र नमः तत्र चतुर्थी विभक्तिः अस्ति अग्रे प्रातः उत्थाय अहं देवाय देवं देवायै नमामि प्रातः उत्थाय अहं देवं नमामि तर्हि सामान्यतया नम धातोः द्वितीया अस्ति देवं नमामि देवं नमामि केवलं नमः तत्र चतुर्थी अस्ति अस्तु भगिन्यै दिनेशः भगिन्यै भगिन्यां भगिन्याः क्रुध्यति दिनेशः भगिन्यै क्रुध्यति समीचीनम् अभिनवमनयाग्रे वयं दुर्जनैः दुर्जनेभ्यः दुर्जनानां भीताः स्मः वयं दुर्जनेभ्यः भीताः स्मः समीचीनं पञ्चमी विभक्ति पञ्चमी अस्ति अग्रे श्रीकृष्णः द्रौपदीं कौरवेभ्यः कौरवैः कौरवान् रक्षितवान् श्रीकृष्णः द्रौपदीं कौरवेभ्यः रक्षितवान् का विभक्तिः अस्ति पञ्चमी तर्हि यत्र भयमस्ति अथवा यत्र रक्षणमस्ति यस्मात् रक्षणं यस्मात् भयं तस्य पञ्चमी मित्र भवतः भवता भवते ऋते अन्यं कं शरणं गच्छामि मित्र भवते अत्र शब्दः अस्ति ऋते ऋते पञ्चमी भवान् शब्दस्य पञ्चमी रूपं किमस्ति भवतः तत्र भवतः इति रूपं पञ्चमी अपि षष्ठी अपि अत्र पञ्चमी भवतः ऋते अन्यं कं शरणं गच्छामि अग्रे कार्यक्रमं कार्यक्रमे कार्यक्रमस्य समाप्तेः अनन्तरम् अहम् आगतः कार्यक्रमस्य समाप्तेः अनन्तरम् अहम् आगतः कार्यक्रमस्य समाप्तेः अनन्तरम् कार्यक्रमस्य समाप्तिः षष्ठी सत्यम् तत्र सम्बन्धः अस्ति अतः कार्यक्रमस्य समाप्तिः अनन्तरम् इति षष्टि तत् समाप्तेः इति षष्टि अस्तु सुब्रह्मण्य महोदय पाकशाले पाकशालायां पाकशालायाः भोजनवस्तूनि सन्ति. पाकशाले भोजनवस्तूनि सन्ति. शालायां पाकशाला लिङ्गं किम्? मूल शब्दस्य मूल रूपं किम्? मूल रूपं किम्? पाकशाला शाला शाला लता लता पाकशाला इति मूल रूपम् अस्ति. पाकशालायां भोजनवस्तूनि सन्ति. समीचीनमस्ति. अस्तु लक्ष्मी भगिनि. भोः सः मिथ्यावादी, अतः तं तस्मिन् तस्मै मा विश्वसितु. भोः सः मिथ्यावादी, अतः तस्मिन् मा विश्वसितु. किमर्थम्? सः मिथ्यावादी सप्तमी रूपम्. सः मिथ्यावादी अतः सप्तमी. सः मिथ्यावादी अतः तस्मिन् मा विश्वसतु. सप्तमी किमर्थम्? विश्वासः आदरः प्रेम एतत् सर्वं तत्र सप्तमी भवति. अस्तु अग्रे. भीमः बकासुरम् उदरे उदरम् उदराय प्रहृतवान्. भीमः बकासुरम् उदरे प्रहृतवान्. भीमः हा बकासुरम् उदरे प्रहृतवान्. किमर्थम्? प्रहृतवान् शरीरस्य अङ्गः. शरीरस्य अङ्गम् शिरस्य अङ्गमस्ति, अतः उदरे. अस्मिन् वाक्ये कस्य पदस्य द्वितीयविभक्त्यन्तं रूपम् अस्ति? बकासुरम्. बकासुरः खलु. बकासुरः इति प्रथमविभक्तः अस्ति. बकासुरं द्वितीय. तर्हि अत्र बकासुरमिति द्वितीयविभक्तिः क्रियायाः फलम् तत्र अस्ति, अतः द्वितीय. इदानीं तस्य भागः इति उत्तरं शिरस्य भागः अङ्गम्, अतः सप्तमी अस्ति. अस्तु सुब्रह्मण्यमहोदय अग्रे. अम्ब अम्बे अम्ब महती बुभुक्षा खलु मम. अम्बे महती बुभुक्षा खलु मम. अत्र किमर्थं का विभक्तिः अम्बे? अम्बे का विभक्तिः अस्ति? मूलशब्दः कः? अम्बा. अम्बा इति आकारान्त स्त्रीलिङ्गशब्दः. तर्हि अम्बे इति किम्? षष्ठीरूपम्. षष्ठी? न, अत्र वयं न जानीमः. द्वितीय द्विवचनमस्ति. प्रथमाविभक्तौ लता लते लताः, अम्बा अम्बे अम्बाः. द्वितीयविभक्ति प्रथमाविभक्तौ अस्ति. अत्र सम्बोधन प्रथमरूपम् अम्ब. सत्यम् अम्ब सम्बोधनम्. अस्तु लक्ष्मी भगिनी. भगिनी भगिनी भगिने एकां कथां कथयतु तावत्. भगिनी एकां कथां कथयतु तावत् ह्रस्वरूपम्. किमर्थम्? सम्बोधनप्रथमारूपम् भगिनी शब्दस्य. अरविन्दः अरविन्द अरविन्द मा गच्छतु तत्र. अरविन्द मा गच्छतु तत्र. अरविन्द मा गच्छतु सम्बोधनम्. अस्तु अग्रे. जनाः लोकयानैः लोकयानेषु लोकयानात् सञ्चारं कुर्वन्ति. जनाः लोकयानैः संचारं कुर्वन्ति. किमर्थं? का विभक्तिः अस्ति? लोकयानैः. लोकयान लोकयानैः तृतीय बहुवचनमस्ति. तर्हि तृतीया विभक्तिः किमर्थम्? भवान् किमर्थं स्वीकृतवान्? यदि भवान् न जानाति अस्य विभक्तिः का, कथं स्वीकृतवान् इति जिज्ञासा. करोति वा? माध्यमम्. माध्यमं प्रयाणसाधनं. प्रयाणसाधनं सर्वाणि प्रयाणसाधनानि. सत्यं सत्यम्. अस्तु तर्हि अग्रे. रुक्मिणी राधां राधायै राधायाः असूयति. रुक्मिणी राधायै असूयति. चतुर्थी स्त्रीलिङ्गम् एकवचनम्. चतुर्थी स्त्रीलिङ्ग. किमर्थम्? असूयति चतुर्थी विभक्ति. गृह्यति क्रुध्यति इति चतुर्थी अस्ति. अस्तु अभिनवे. अधः दत्तेषु वाक्येषु प्रतिवाक्यम् एकः विभक्तिदोषः अस्ति. दोषयुक्तं शब्दं रेखया अङ्कयित्वा वाक्यस्य रेखया अङ्कयित्वा वाक्यस्य अन्ते आवरणे शुद्धं शब्दरूपं लिखते. यथा माता पुत्रीन् आहूयति. माता पुत्रीन् आहूयति पुत्रीः. अहम् अद्य लेखन्यः आनीतवती. अहम् अद्य लेखनीः आनीतवती. समीचीनमस्ति. अत्र रूपमस्ति पुत्रीः न तु पुत्रीन्. पुत्रीन् लेखयित्वा पुत्रीः सम्यक् रूपम्. माता पुत्रीः आहूयति. पुत्रीन् नास्ति. माता पुत्रीः आहूयति. द्वितीयभक्ति बहुवचनम्. प्रथमं वाक्यमपि तथा. अहम् अद्य लेखनीः आनीतवती. अत्र दोषयुक्तं शब्दं रेखया खलु. दोषयुक्तं शब्दं रेखया. अत्र दोषयुक्तं शब्दं रेखया. तत्र तस्य संशोधनं कर्तव्यमस्ति. अस्माभिः कर्तव्यमस्ति. करणीयम् अस्माभिः करणीयम्. नाम दोषयुक्तं शब्दं रेखया अङ्कयित्वा. नाम किं शब्द कः शब्दः दोषयुक्तः अस्ति? कः शब्दः? अस्माभिः. तृतीया तत्र कर्मणि प्रयोगे अस्ति खलु. कर्मणि शब्दं रेखया अङ्कयित्वा वाक्यस्य अन्ते आवरणे शुद्धं शब्दरूपं लिखत. अस्तु अग्रे. कस्य अस्ति? अस्तु भगिनी. पाचकः छुरिकायाः शाकानि कर्तयति. छुरिकायाः दोषगतशब्दः दोषयुक्तं शब्दं. पाचकः छुरिकया शाकानि कर्तयति. अस्तु, अभिनवमयाग्रे. श्रीकृष्णः चक्रात् जलासन्धं मारितवान्. श्रीकृष्णः चक्रेण जलासन्धं मारितवान्. अस्तु, समीचीनम्. सुब्रह्मण्यमयाग्रे. पिता पुत्र्याय धनस्यूतं दत्तवान्. पुत्री धनस्यूतं दत्तवान्. अत्र दत्तवान् तर्हि का विभक्तिः स्यात्? यत्र दानमस्ति, दादातु दानमस्ति, तत्र का विभक्तिः अस्ति? नाम अत्र पिता धनस्यूतं दत्तवान्. धनस्यूतम् इति कर्मपदं, द्वितीयविभक्तिः. किन्तु यस्मै वयं दद्मः तस्य का विभक्तिः अस्ति? पुत्री इति वयं दद्मः, तर्हि सहायं करोति वा? चतुर्थी. यत्र दानमस्ति, तत्र श्रुति, तर्हि रूपं किं? सुब्रह्मण्य वदतु. पिता पुत्री इति चतुर्थी किम्? नदी, नद्यै, पुत्री. अस्तु, लक्ष्मीभगिनी, किमर्थं भवान् तं विश्वसितवान्? किमर्थं भवान् तस्मिन् विश्वसितवान्? विश्वसितवान्, समीचीनं. तस्मिन्, अस्तु. अभिनवमहोदय. दन्तानां विना चर्वणं न शक्यते. दन्तेभ्यः विना चर्वणं न शक्यते. दन्तेभ्यः इति का विभक्तिः? तृतीया. दन्तैः विना. तर्हि दन्ते नाम विना, यत्र विना अस्ति तत्र का विभक्तिः अर्हः? तृतीया. केवलं द्वितीया? द्वितीया अपि अस्ति, अपि च पञ्चमी अपि अस्ति. तर्हि सर्वान् सर्वाणि रूपाणि वदतु. अत्र सम्भावनात्रयमस्ति खलु? एकनिमेषः, महोदय वदतु. दन्तान्, दन्तैः, दन्तेभ्यः इति अस्ति. अस्तु, अग्रे. सुब्रह्मण्य, भवतः सह कः आगतवान्? सः त्रयन्ति का विभक्तिः? तृतीया विभक्तिः. तर्हि अत्र किं भविष्यति, किं भविष्यति? अत्र भवान् इति भवतः इति का विभक्तिः अस्ति? भवतः षष्ठी, पञ्चमी, पञ्चमी, षष्ठी, द्वितीया बहुवचनमपि अस्ति. भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः, भवतः. अत्र भवता सह तृतीयामस्ति. भवता सह. अस्तु, लक्ष्मीभगिनी. सर्पेण भीतः सः पलायितवान् सर्पात् सर्पात् भीतः सः पलायितवान् समीचीनमस्ति अभिनवम् आयागे छात्राः कोलाहलः अलम् छात्राः कोलाहलेन अलम् तृतीया अग्रे सुब्रह्मण्यमहोदयागे किमर्थं छात्राः अध्यापकस्य परितः स्थिताः सन्ति अत्र शब्दः अस्ति परितः परितः नाम चतुषु दिक्षु तर्हि अत्र किं भविष्यति द्वितीयाविभक्तिः भवति द्वितीयाविभक्तिः तर्हि द्वितीया अस्ति चेत् रूपं किम् अध्यापकम् वाक्यं वदतु किमर्थं छात्राः अध्यापकं परितः स्थिताः सन्ति अस्तु अग्रे लक्ष्मी भगिनी एतत् युतकं भवान् कति रूप्यकेषु क्रीतवान् एतत् युतकं भवान् कति रूप्यकैः क्रीतवान् तृतीयविभक्ति माध्यमम् अस्तु अग्रे निःस्थानतः अहं त्रिचक्रिकायाम् आगतवान् निःस्थानतः अहं त्रिचक्रिकया आगतवान् सत्यं निःस्थानतः इत्युक्ते यत्र रेलयानं गच्छति नाम देहल्यां निःस्थानमस्ति स्टेशन् अग्रे अयि लक्ष्मीः दत्तानां प्रिया खलु भवति अयि लक्ष्मी भक्तानां प्रिया खलु भवति अस्तु सम्भाषणं तथा अस्ति अग्रे लक्ष्मी भगिनी अग्रे कस्य वा रोचते एषः कार्यक्रमः कस्यै कस्य इत्यस्य लिङ्गं किम् कस्य पुंलिङ्गं का विभक्तिः अपेक्षिता चतुर्थी विभक्ति चतुर्थी विभक्तिः तर्हि पुलिङ्गे पुलिङ्ग् एकवचने कोऽपि वदति वा कस्मै वा रोचते एषः कार्यक्रमः अस्तु अग्रे अभिनवमायागे मयि क्रोध्यति चेत् कः लाभः भवतः मया का विभक्तिः अपेक्षिता नाम क्रोध्यते नाम क्रोधः यत्र क्रोधः अस्ति तत्र का विभक्तिः भवति चतुर्थी अहं रूपं न जानामि मह्यं मह्यं मह्यं क्रोध्यति चेत् कः लाभः भवतः अस्तु तत्र सर्वनाम यत्र अस्ति तत्र अस्माकम् अभ्यासः भवतु एकवारम् अहम् इति अस्य बहुवचनात् रूपं किम् अस्तु वयं कुर्मः अहं बहुवचने अनन्तरं द्वितीयविभक्ति एकवचने बहुवचने तृतीयविभक्ति एकवचने बहुवचने चतुर्थ एवं कुर्मः आवाम् आवाम् इति त्यजामः द्वितीय मम किमस्ति माम माम माम माम अनन्तरं बहुवचने कोऽपि वदति वा मया बहुवचने किमस्ति अस्मान् बहुवचनं बहुवचनं द्वितीयविभक्तिः तृतीयविभक्तिः एकवचनं अनन्तरं अस्माभिः अस्तु चतुर्थी एकवचनं मह्यं मह्यं बहुवचनं अस्मभ्यं अस्मभ्यं मत् पञ्चमी मत् मत् मत् अवाभ्यां अस्मत् अनन्तरं अस्माकम् अनन्तरं सप्तमी मयि अनन्तरम् अस्मासु एकवारं वदामः अहं वयम् अहमिति वदन्तु अहं वयं वदतु प्रति वदतु वयं माम् अस्मान् अस्मान् मया मया अस्माभिः अस्माभिः मह्यं मह्यम् अस्मभ्यम् अस्मभ्यं मत् मत् अस्मत् अस्मत् किं पञ्चषष्टि मम मम अस्माकम् अस्माकं मयि मयि अस्मासु अस्मासु अस्तु पुनः कुर्मः अहं माम् अस्मान् अस्मान् मया अस्माभिः अस्माभिः अनन्तरं मह्यं मह्यम् अस्मभ्यं मत् मत् अस्मत् अस्मत् मम अस्माकं मम अस्माकं मयि मयि अस्मासु अस्मासु इदानीं तत् सः इति कुर्मः सः ते सः ते अनन्तरं तं तान् तं तान् तेन तेन तैः तैः तस्मै तस्मै तस्मै तेभ्यः तस्मात् तेभ्यः तस्य तेषां तस्मिन् तेषु अत्र आवश्यकता एतादृशं ज्ञानमपेक्षितमस्ति अस्तु अग्रे षोडशवाक्यं मयि कृच्छति भवानेव करोतु महोदय षोडशं वाक्यं जवहरलाल नेहरू बालेभ्यः बहु स्नेह्यति स्म यत्र स्नेहः अस्ति तत्र का विभक्तिः बालः अस्ति बालेभ्यः बालक इति न अत्र बालकेभ्यः न बालेभ्यः बालेषु वाक्यं वदतु जवहरलाल नेहरू बालेषु बहु स्निह्यति स्म अस्तु अग्रे आत्मीयान् विश्वस्य सः हानिं प्राप्तवान् आत्मीयान् विश्वस्य नाम विश्वासः सप्तमी रूपम् आत्मीय शब्दस्य सप्तमी रूपम् बालकः सप्तमी बहुवचनं बालके बहुवचनं बालकेषु यत् आत्मीयान् इति द्वितीय बहुवचनम् अस्ति खलु बहुवचनं तर्हि सप्तमी बहुवचनं आत्मीयेषु आत्मीयेषु विश्वस्य सः हानिं प्राप्तवान् समीचीनमस्ति आत्मीयः आत्मीयौ आत्मीयाः आत्मीयम् आत्मीयौ आत्मीयान् एतेन किं भीतः भाव वा भवान् एतस्मात् किं भीतः वा भवान् समीचीनमस्ति अस्तु कार्यक्रमं समाप्त्यनन्तरं सर्वे उत्थितवन्तः अत्र समाप्तिः अत्र वयम् समाप्तेः अनन्तरं कुत्रचित् वयं दृष्टवन्तः अद्य एव समाप्तेः अनन्तरं कुत्रचित् आसीत् खलु पूर्वं सप्तदश समाप्तेः अनन्तरम् अहम् आगतः द्वितीयम् सप्तादशवाक्यम् अत्र कार्यक्रमस्य समाप्ति यत्र अनन्तरमस्ति तत्र तत्र षष्ठीविभक्ति भवति अस्तु लक्ष्मीभगिनी ह्यः अहम् अपघातेन रक्षितः अभवम् ह्यः अहम् अपघातात् रक्षितः अभवम् अपघातात् रक्षितः समीचीनम् अस्तु युक्तं रूपं चित्वा रिक्ते स्थले लिखतु अस्मिन् ग्रन्थे धातूनां धातुभ्यः धातुषु आवलिः गणशः सङ्गृहीतः अस्ति अस्मिन् ग्रन्थे धातूनाम् आवलिः गणशः सङ्ग्रहीतः अस्ति अर्थः स्पष्टः वा जनाः कविभिः कवीनां कवीन् सम्मानयन्ति जनाः कवीन् सम्मानयन्ति सम्मानयन्ति इति अस्य तत्र क्रिया तत्र कामपदमस्ति कवीन् द्वितीयबहुवचनम् अस्तु अग्रे तस्मिन् नगरे शास्त्रीयसङ्गीतस्य श्रोतारः श्रोतॄणां श्रोतृषु सङ्ख्या अधिका वर्तते शास्त्रीयसङ्गीतस्य श्रोतॄणां सङ्ख्या अधिका वर्तते तस्मिन् नगरे शास्त्रीयसङ्गीतस्य समीचीनमस्ति श्रोतारः प्रथमा बहुवचनं श्रोतॄणां षष्ठी बहुवचनं श्रोतृषु सप्तमी बहुवचनम् अस्तु अभिनवमाया तिरुवनन्तपुरे कार्यकर्तृभ्यः कार्यकर्तृन् कार्यकर्तॄणां यानपेटिकाः प्रदत्ताः तिरुवनन्तपुरे कार्यकर्तृभ्यः यानपेटिकाः प्रदत्ताः चतुर्थी अस्ति समीचीनमस्ति अग्रे सुब्रह्मण्यमहोदय बालानाम् अभिरुचिम् अभिरुचेः अभिरुच्यै पोषणम् करणीयम् बालानाम् पोषणम् अभिरुचिम् अत्र पोषणम् इति कीदृशं रूपम् अस्ति क्रियापदमस्ति वा पोषणम् किमस्ति एतस्य वाक्यं कर्मणि प्रयोगे अस्ति पोषणम् करणीयम् कर्मणि प्रयोगे अत्र तृतीयाविभक्तिरूपं पूरणीयम् अभिरुचिशब्दस्य तृतीयरूपम् तत्र अभिरुचिशब्दस्य तृतीयरूपं किम् अस्ति अभिरुच्यै अत्र अत्र तथा अत्र तृतीय विभक्त्यन्तं रूपं भवितुम् अर्हति स्म बालानां पोषणं करणीयम् अभिरुच्या इति भवितुम् अर्हति स्म बहुवचनरूपम् अभिरुच्या एकवचनं तृतीया एकवचनं अभिरुच्या पोषणं करणीयम् इति भवितुम् अर्हति स्म किन्तु अत्र विकल्पः अस्ति वा अभिरुच्या इति कुत्रचित् लिखितमस्ति वा नाम तत्र अर्थः भिन्नः भविष्यति अत्र अर्थः भिन्नः अस्ति तदपि समीचीनमासीत् अभिरुच्या करणीयमस्ति नाम सन्तोषेण अत्र भवती वदति यत् तृतीयविभक्ति यतोहि कर्मणि प्रयोगः अतः अपि रुच्याति नाम कर्मणि प्रयोगे प्रथम कर्तृपदस्य तृतीयविभक्तिः भवति किन्तु अत्र अभिरुचिः इति कर्तृपदमस्ति वा कर्तृपदं किम् वयं न जानीमः नाम कर्मप्रयोगः वयं तत्र एतावत् अस्माभिः न कृतः अत्र कर्तृपदं न उक्तमस्ति अस्माभिः मया नाम अस्माभिः करणीयम् अथवा मया करणीयम् अत्र तृतीया नाम सन्तोषेण अहं सन्तोषेण कार्यं करोमि नाम क्रियविशेषणम् अहं दुःखेन गतवान् अहं सन्तोषेण कार्यं करोमि अभिरुच्या करणीयम् इति तत्र क्रियाविशेषणं किन्तु तद् न दत्तमस्ति अत्र भिन्नरूपम् अपेक्षितमस्ति अत्र भिन्नरूपमस्ति अभिरुचिम् अभिरुचेः अभिरुच्यै तेषु कश्चन स्यात् बालानाम् अभिरुचिम् एकनिमेषः अत्र पोषणं बालानाम् अभिरुचिः अभिरुचिः नाम इण्ट्रेस्ट् सो वाट् आर् वी ट्रैङ्ग् टु से हियर् इन् इङ्ग्लिश् बालानाम् अभिरुचिं पोषणं करणीयम् So what's the meaning? You should try to encourage the interest of the students, children. Here it does not mean that we should take care of the children with interest. No. Abhiruchya means we should take care of the children with interest. With enthusiasm, we should take care of the children. But we should enthusiastically take care of the children, abhiruchya. But that is not an option. Yeah. So we have to choose a word which has a different meaning with a different sense. Yeah. Here we have to take care of we have to support the interests of the children. So idanim poshanam iti kriyapadam asti va. Poshanam kriyapadam asti va. Kriyapadam asti poshayati. Poshayati iti kriyapadam. Poshanam iti kriyayaha bhavaha. Gamanam, chintanam, shravanam, darshanam, poshanam. Kriyayaha bhavaha. Yatra kriyayaha bhavaha asti tasmat purvam yat karma padam bhavati sma. Nama balanam abiruchim poshayamaha. Balanam abiruchim poshayamaha atava poshayati atava poshayami. Tatra abiruchim iti karma padam bhavati sma. Kintu poshanam iti kriya padam nasti. Poshanam iti kriyayaha bhavaha. Yatra tatha asti tatra yat kriya yat karma padam bhavati sma tasya kavi bhakti bhavati. Vayam abhyasam krutvantaha. Nama ekam gantam yavat. Shashti. Devasya darshanam. Devam darshanam atina. Devasya darshanam. Kalu. Balakasya sahayam. Tari atra kim asti? Abhiruche. Vakyam adatu. Balanam abhiruche poshanam karaniyam. Samichinasti. Astu. Agre? Lalite varshikotsavartham bhavati matari matra mataram api aniyatu. Lalite varshikotsavartham bhavati mataram api aniyatu. Samichinasti. Astu. Subramanyamalaya agre? Pakasya. Trivadina. Trivadamasti. किम करते हैं पाठस्य आरंभे सूक्ति ही सूक्तिम सूक्तौ लिखिता अस्ति वदतु पाठस्य आरंभे सूक्तौ लिखिता अस्ति अत्र कर्मणि प्रयोगः अस्ति कर्मणि प्रयोगः अस्ति त्रीणि एकमेकम् तरी किं स्यात् लिखिता इति कर्मणि अस्ति वयं न जानीमः किमर्थं स्थापितमस्ति इति न जानामि अत्र अस्माकं पाठः न जातः लिखिता अस्ति अत्र सूक्त अस्तु चिन्तयतु लिखिता इति विशेषणम् अस्ति तर्हि अत्र कर्तृपदं किम् अस्मिन् वाक्ये कर्तृपदं किम् तत्र क्रियापदम् अस्ति क्रियापदम् अस्ति कर्तृपदम् पाठस्य आरम्भे सूक्तिः पाठस्य इत्यस्य का विभक्तिः षष्ठी आरम्भे सप्तमी तर्हि कर्तृपदं तत्र का विभक्तिः कर्तृपदस्य का विभक्तिः भवति षष्ठी वा सप्तमी वा प्रथमाविभक्तिः प्रथमाविभक्तिः कर्तृपदं तर्हि पाठस्य इति षष्ठी आरम्भे इति सप्तमी नाम पाठस्य इति कर्तृपदं वा आरम्भे तर्हि अत्रापि सूक्तिं द्वितीया विभक्ति सूक्तौ सप्तमी सो सूक्तिः प्रथमा सूक्तिः लिखिता अस्ति सूक्तिः लिखिता अस्ति लक्ष्मी भगिनी विना शब्देन सह कस्याः विभक्तिं विभक्तेन विभक्तैः प्रयोगः विभक्तेः प्रयोगः क्रियते विना शब्देन सह कस्याः प्रयोगः क्रियते That's what you asked me. विना शब्देन सह कस्याः विभक्तेः प्रयोगः क्रियते विभक्तिशब्दस्य षष्टिरूपम् अत्र सम्बन्धः अस्ति खलु नाम यथा अभिरुचेः पोषणं विभक्तेः प्रयोगः विभक्तिशब्दस्य षष्टिरूपं विभक्तेः अस्तु ओके पृथुकं दध्नि दध्ने दध्ना सह योजयित्वा खाद पृथुकं षष्ठी विभक्ति भवति सह सह सह शब्दः अस्ति यत्र सह किन्तु किम् दधि शब्दस्य तृतीया सह शब्दः तृतीय विभक्ति जीवित तृतीय विभक्ति जीवित जीवित व्यक्ति न न केवलमिति न सामान्यतया किन्तु केवलं नास्ति तथा कोऽपि उक्तवान् यदा अहं बहिः आसम् गतवर्षे कोऽपि नाम तेषु कश्चन उक्तवान् खलु जीवित एव तेन सह किन्तु तथा नास्ति सः शब्दस्य प्रयोगं कुत्र भवति कुत्रापि भवितुमर्हति कुत्रापि भवितुमर्हति पृथुकम् इत्युक्ते इति कश्चन भोजनमिति भाति पृथुकम् अहं न मम स्मरणं नास्ति इदानीं किन्तु किञ्चन भोजनमस्ति तथा सह योजयित्वा खाद अत्र वयं कृतवन्तः न जानामि कृतवन्तः न वा किन्तु अत्र दधि शब्दः नपुंसकलिङ्गशब्दः अस्ति इकारान्त नपुंसकलिङ्गशब्दः अस्ति दधि यत्र इकारान्त नपुंसकलिङ्गशब्दः अस्ति तत्र विसर्गः न भवति प्रथमभक्तौ पूर्वलिङ्गे मुनिः स्त्रीलिङ्गे मतिः नपुंसकलिङ्गे दधि विसर्गः नास्ति अपि च यथा तत्र तृतीया विभक्त्यारभ्य अग्रे यथा पुल्लिङ्गशब्दः तथा नपुंसकलिङ्गशब्दः तर्हि मुनिः मुनिना दधि दध्ना तर्हि वदतु पृथुकं पृथुकं दध्ना सह योजयित्वा खाद अस्तु अग्रे वाली सुग्रीवं बाहुभ्यां बाहुभ्यः ताडितवान् वाली सुग्रीवं बाहुभ्यां ताडितवान् का विभक्तिः तृतीया द्विवचनम् अस्तु क्रूरपरशुभिः क्रूरपरशुभ्यः क्रूरपरशुषु जनाः भीताः भवन्ति क्रूरपरशुभ्यः परशुभ्यः जनाः भीताः भवन्ति परशु इति न पशु पशु अतः ब्रह्मात्मकः आसीत् परशु इति नाम किं किमर्थं परशु क्रूरपशुभिः क्रूरपशुभ्यः क्रूरपशुषुः पशुषु क्रूरपशुभ्यः जनाः भीताः भवन्ति अस्तु अग्रे वञ्चकेषु जनानां जनेभ्यः जनेषु विश्वासः न करणीयः वञ्चकेषु जनेषु विश्वासः न करणीयः समीचीनम् राजा जनान् विपत्तिषु विपत्तिभ्यः विपत्तिभिः रक्षति राजा जनान् विपत्तिभ्यः रक्षति सत्यं का विपत्तिः विपत्तिः तृतीय बो नाम विपत्तिभ्यः का विपत्तिः चतुर्थी बहुवचनम् चतुर्थी यत्र रक्षणमस्ति रक्षणं नाम रक्षणमस्ति पञ्चमी भयमस्ति पञ्चमी अग्रे वस्त्रप्रसारणार्थं बहिः रज्जोः रज्जूं रज्जवः बद्धाः सन्ति वस्त्रप्रसारणार्थं बहिः पुनः का विभक्तिः अस्ति प्रथमा बहुवचनं समीचीनं पुनः वदतु वस्त्रप्रसारणार्थं बहिः रज्जवः बद्धाः सन्ति यथा गुरुः गुरवः बहुवचने रज्जुः रज्जवः स्त्रीलिङ्गशब्दः इति मन्ये रज्जुः इति स्त्रीलिङ्गशब्दः रज्जवः तथा अस्ति अस्तु एतानि शब्दानि रज्जुः एते शब्दाः रज्जुः किं रूपं किं रज्जुः इति द्वितीया बहुवचनं धनुः रज्जून् तृतीया रज्जून् इति गलत् यतोहि तत्र द्वितीयविभक्ति बहुवचनं रज्जुः अस्ति स्त्रीलिङ्गशब्दः यदि पुल्लिङ्गशब्दः अभविष्यत् तर्हि रज्जून् अग्रे हे हरि हरो हरे रक्ष माम् हे हरे रक्ष माम् हे हरे इति पुस्तकं समाप्तमस्ति समीचीनम् अभिनन्दनानि अस्तु इदानीं कथा अस्ति पञ्चनिमेषेषु लघुकथा लघ्वीकथा मूर्खः अनुचरः कश्चन महाराजः आसीत् तस्य राजभवने कश्चन वानरः आसीत् सः वानरः महाराजस्य अतीव विश्वासपात्रम् अनुचरः अतः तस्य राजभवने सर्वत्र अपि प्रवेशः आसीत् अस्तु भगिनि एकदा महाराजः एतावत् स्पष्टमस्ति वा कश्चन महाराजः आसीत् तस्य राजभवने कश्चन वानरः आसीत् सः वानरः महाराजस्य अतीव विश्वासपात्रम् अनुचरः अतः तस्य राजभवने सर्वत्र अपि प्रवेशः आसीत् कस्य प्रवेशः अस्तु एकदा महाराजः अन्तःपुरे निद्रां कुर्वन् आसीत् तदा वानरः तत्र आगतवान् सः निद्राङ्गतस्य महाराजस्य समीपं गत्वा व्यजनेन वीजनं कर्तुम् पुनः पठतु एकदा महाराजः अन्तःपुरे निद्रां कुर्वन् आसीत् तदा वानरः तत्र आगतवान् सः निद्राङ्गतस्य महाराजस्य समीपं गत्वा अवगतवान् निद्राङ्गतस्य महाराजस्य समीपं गत्वा व्यजनेन वीजनं कर्तुम् आरब्धवान् प्रश्नमस्ति अत्रान्तरे महाराजस्य वक्षस्थले एका मक्षिका उपविष्टा वानरः व्यजनेन ताम् दूरीकर्तुम् पुनः प्रयत्नम् कृतवान् तथापि मक्षिका ततः दूरं न गता तदा सः स्वभावचपलः मूर्खः वानरः कुपितः सन् तीक्ष्णं खड्गं गृहीत्वा तस्या उपरि प्रहारं कृतवान् मक्षिका उड्डीय ततः गता खड्गप्रहारेण महाराजस्य वक्षस्थलं द्विधा जातम् तेन महाराजः मृतः अभवत् सुखेन जीवितवन्तः द्विधा इत्युक्ते प्रकारद्वयमिति अर्थः द्विधा सन् इति अत्रान्तरे खण्डशं पश्यामः शीघ्रमेव अत्रान्तरे महाराजस्य वक्षस्थले एतत् सर्वं स्पष्टमस्ति खलु एका मक्षिका उपविष्टा वानरः व्यजनं वयं जानीमः खलु व्यजनेन तां दूरीकर्तुं पुनः पुनः प्रयत्नं कृतवान् तथापि मक्षिका ततः दूरं न गता तदा सः स्वभावचपलः चपलं चापल्यं जानीमः चञ्चलः चपलः मूर्खः वानरः कुपितः सन् बालकः वदन् गच्छति निरन्तरकार्यं जानीमः तत्र अस्ति इत्यस्य निरन्तरकार्यं सन् खादन् गच्छन् सन् कुपितः बीङ्ग् कुपितः कुपितः सन् सत् यथा हिन्दीभाषायां सत्ता इति एन्टिटि सत्ता तत्र सत् इत्यस्य भावः वस्तुतः एक्सिस्टेन्स् सत्ता संस्कृतेन सत् सत्ता इत्युक्ते एक्सिस्टेन्स् न तु एन्टिटि एक्सिस्टेन्स् सत्ता न सन् तीक्ष्णं खड्गं गृहीत्वा तस्याः उपरि प्रहारं कृतवान् मक्षिका उड्डीय ततः गता खड्गप्रहारेण महाराजस्य वक्षस्थलं द्विधा नाम भागद्वयं नाम द्विप्रकारं द्विप्रकारक इति अर्थः जातं तेन महाराजः मृतः स्पष्टम् इति पुस्तकद्वयं समाप्तं वा अस्तु नमस्कारः नमस्कारः धन्यवादः अस्तु.